नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. गतवर्गे अस्माभिः स्थानिवद्भावः इत्यस्य विषये अधीतम्, अभ्यासः अपि कृतः. इदानीं यद् पठितं तदाधारीकृत्य प्रेरणार्थमिचि अन्तिमभागः वर्तते, चुरादिगणः इति प्रसङ्गः. चुरादिगणे ये अदन्तदातवः सन्ति तेषां विषये चिन्तनम्. तर्हि अदन्तदातवः इति आरभ्य एकवारं पठामः, ततः अग्रे अजः परस्मिन् पूर्वविधौ अनन्तरं स्थानिवतादेशौ नल् विधौ अनयोः मध्ये कः सम्बन्धः इति पश्यामः. तर्हि अदन्तदातवः इति का पठति तत्र? मीना भगिनी पठति वा? कुत्र भगिनि, हलन्तदातवः अथवा अजन्तदातवः? किं विशेष हलन्तदातवः करपत्रे 03 करपत्रे विशेष हलन्तदातवः अस्तु अस्तु तत्र तत्र अन्तिमभागः यत्र ह्रस्व अदन्तिमभागः डि इति भागः, डि इति भागः ह्रस्वत्वम् इति अस्ति खलु, डि इति भागः. नमस्ते भगिनि. नमस्कार भगिनि. परिसमाप्तिः तत्र नास्ति, मित् दातवः तस्मात् पूर्वम् अदन्तदातवः अथोपदायाः स्थाने तस्मात् पूर्वं भगिनि, डि इति भागः पूर्वं, तस्मात् पूर्वं ह्रस्वत्वं तत् तत्र वा अदन्तदातवः. चुरादिगणे 93 दातवः अदन्ताः सन्ति, यथा कथ गृह गण क्षिप एषाम् अन्ते ह्रस्वकारः वर्तते. तस्य अकारस्य लोपः तु भवति, परन्तु उपदेशे अच् अनुनासिक इति सूत्रेण इति न, यतोहि येषु धातुषु स च अन्त्यः अकारः अनुनासिकः नास्ति एव, अतः इमे अकारः इत्सम्यकवर्णाः न सन्ति. ओके, तर्हि येषां धातूनाम् अन्त्यः अकारः कथं लुप्यते? चुरादिगणे धातुभ्यः निच् प्रत्ययः विधीयते, अतः एकं सूत्रमस्ति अथो लोपः इति, द्वारा अकारः लोपः सिद्ध्यति. अस्तु, तत्र चुरादिगणे 93 दातवः सन्ति, तत्र अदन्ताः सन्ति, तत्र चतुर्षु चत्वारः दातवः कथ गृह गणशिप एते धातवः अकारः वर्तते, अकारान्तः वर्तते, परन्तु तस्य अकारः अनुनासिक अकारः नासीत्, तस्मात् उपदेशाचनासिकसूत्रेण न अपगच्छति, परन्तु अतो लोपः इति सूत्रेण एव अकारः लोपः भवति. इदानीम् अतो लोपः अदन्त पठामि वा? न, बहु समीचीनं भगिनि, सम्यक् भगिनि, धन्यवादः. परन्तु तत्र केवलं चत्वारः एव दातः दातवः इति प्रायः न स्यात्, बहवः तत्र तु किं 93 दातवः इत्युक्तं खलु अदन्ताः, 93 केवलं तत्र उदाहरणार्थं किं भगिनि, प्रेरणार्थिनिष्टि विशेषहलन्तदातवः मया प्रेषितं खलु मेल् मध्ये वा? आमां, इत्युक्ते तत्र एतादृश बहवः दातवः सन्ति अदन्तदातवः, यत्र अन्ते ह्रस्व आकारः अनुनासिकः नास्ति, अनुनासिकः नास्ति इति कृत्वा इत्संज्ञा न भवति, परन्तु अग्रे गत्वा आर्धदातुकप्रक्रियायाम् अतो लोपः इत्यनेन लोपः, अकारस्य लोपः जायते इति अत्र वार्ता अस्ति. अस्तु, इदानीम् अग्रे अन्य कोऽपि पठतु. धन्यवादः भगिनि. अतो लोपः इति सूत्रं तत्र शोभावर्णी पठतु. भगिनी न प्राप्तं करपत्रं न प्राप्तं वा? मया अहम् इदानीं प्रेषयामि भगिनी. 0703 पश्यतु. किम् 0703 अस्माकं वेब्सैट् मध्ये इदानीं प्रेषितं भगिनि, पश्यतु वाट्सप् मध्ये प्रेषितं. नमस्कारः भगिनि. अस्तु, धन्यवादः. शुभो भगिनि, पठतु. आं भगिनि, अतो लोपः इति सूत्रम् अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्ययपरे, येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इति अङ्गस्य, अपि तु ह्रस्व अकारान्तस्य अङ्गस्य इति. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु अङ्गस्य. उपदेशे अनुवर्तते, अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्. अतः षष्ठ्यन्त अतः इति षष्ठ्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् अनुदात्तोपदेश वनति तनोति आदिना किम् आदिनाम् अनुनासिकलोपो झलि मिति इत्यस्मात् उपदेश इत्यस्य अनुवृत्तिः. अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति. अतो लोपः इति सूत्रं वदति अदन्त अङ्गस्य अकारलोपः भवति, अङ्गम् अदन्तं भवेत्, ह्रस्व ह्रस्व अकारः भवेत् अन्ते, अपि च परनिमित्तम् आर्धधातुकप्रत्ययः भवेत्, तदा अकारस्य लोपः भवति एतेन सूत्रेण इति. अदन्तस्य अङ्गस्य ह्रस्व अकारस्य लोपः यदा परम् आर्धधातुकप्रत्ययः भवति चेत् इति. अपि च स च लोपः येन विधिस्तदन्तस्य इत्यनेन, अतः अङ्गस्य इत्युक्ते तत्र न केवलं ह्रस्व अकारः इति एव अङ्गं तस्य, अपि तु ह्रस्व अकारः यस्य अङ्गस्य अन्ते अस्ति तादृशस्य अङ्गस्य विषये भवति. अलोन्तस्य इत्यनेन तत्र अन्तिमवर्णस्य एव लोपः इति जानीमः, न तु अङ्गस्य इति. तेन अन्तिम ह्रस्व अकारस्य एव लोपः भवति इति सिद्ध्यति. उपदेशे अनुवर्तते इदं सूत्रम्, अतः केवलं अस्य प्रसक्तिः उपदेश अवस्थायां भवति इति. अस्य उपदेशावस्थायां उपदेशे अनुवर्तते, अतः उपदेशावस्थायाम् इत्युक्ते तत्र किं पठितवन्तः, उपदेशे इत्यस्य अनुवृत्तिः अस्तु इत्युक्ते तत्र आतिदेशिकसूत्रं नास्ति इति वा, आर्धधातुकप्रत्ययस्य उपदेशावस्थायाम् उपदेश ओ तत्र उपदेशे इति किञ्चित् विस्मृतं भगिनि, उपदेशे इत्यस्य अर्थः तत्र प्रत्ययस्य विधानकाले, प्रत्ययस्य विधानकाले अङ्गम् अदन्तम् अस्ति चेत् तदानीं कार्यं भवति. अस्तु, इत्युक्ते उपदेशः इत्युक्ते अत्र धातुः उपदेशावस्थायाम् अस्ति इति न, धातुः उपदेशावस्थायाम् इति वयं वदामः चेत् तदानीम् आतिदेशिकधातूनां कार्यं न भवति. आतिदेशिकधातूनामपि कार्यं निश्यते अतोलोपः इत्यनेन, यथा पि पटिश इत्यत्र पि पटिशयोगः स्यति इत्यत्र अतोलोपः कार्यं करोति पि पटिष्यति इति. इत्युक्ते आर्धधातुक इत्युक्ते तत्र आतिदेशिकधातूनामपि अतोलोपः इति कार्यं करोति. अतः उपदेशः इत्युक्ते धातुः इति न, अङ्गमिति न. उपदेशः इत्युक्ते अर्धधातुकप्रत्ययस्य विधानकाले अङ्गम् अदन्तं भवेत्. अस्तु, अर्धधातुकप्रत्ययः भवेत् तस्य यदा अर्धधातुकप्रत्ययः भवति परं किन्तु अङ्गं ह्रस्व अकारान्त अङ्गं भवेत् तदा यदा प्रत्ययः विधीयते तदानीं यदा प्रत्ययः विधीयते तदा एतादृशस्य अङ्गस्य परं विधीयते चेत् अस्य सूत्रस्य कार्यं भवति ह्रस्वाकारस्य लोपः भवति इति. अस्तु, अतः अङ्गस्य लोपः अर्धधातुके उपदेशे. अस्तु अस्तु भगिनि, सम्यक् समीचीनं. तर्हि सूत्रं तु अस्माकं परिचितमेव, पुनःस्मरणमेव जायमानमस्ति. अदन्ताङ्गस्य ह्रस्व अकारस्य लोपः भवति आर्धधातुके प्रत्यये परे इति. आर्धधातुके प्रत्यये परे इत्युक्ते उपदेशे आर्धधातुके प्रत्यये परे, उपदेशावस्थायाम् आर्धधातुकप्रत्ययः. यदा अङ्गम् अदन्तमस्ति तादृश अङ्गात् यदा आर्धधातुकप्रत्ययः विधीयते, अदन्तधातुः अथवा अदन्ताङ्गं तादृश अङ्गात् यदा प्रत्ययः आर्धधातुकप्रत्ययः विधीयते तदानीं ह्रस्वकारस्य लोपः भवति इति सूत्रार्थः. तत्र आस्ट्रिक्स् अस्ति खलु, तत्र किञ्चित् अधोभागे गच्छामः चेत्. शोभभगिनी धन्यवादः. इदानीम् अन्य कोऽपि तर्हि तत्र सूर्यकुमारी भगिनी अधोभागे किञ्चित् अधोभागे आस्ट्रिक्स् अस्ति अत्रोपः इति सूत्रे प्रश्नः उदेति, किमर्थम् उपदेशे इत्युक्तं, पश्यति वा? स्थगम् इति धातु अचोयन् इति सूत्रस्य अनन्तरं नूल् त्रिशौ युवरनाकौ अचोयन् इति इत्यस्य अनन्तरम् आस्ट्रिक् कोऽपि पश्यति वा? अधोभागे अस्ति भगिनि, किञ्चित् अधोभागे गच्छतु. अचोनिति, आम्, अतो लोपः अचोनिति वा? अतो लोपः अचोयनिति इत्यस्य अनन्तरम् आस्ट्रिक्स् अस्ति. अतो लोपः इति सूत्रे प्रश्नः उदेति, किमर्थम् उपदेशे इत्युक्तम्? उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि न भविष्यत् तर्हि काश्चित् स्थितिषु अनुपदेश अवस्थायाम् इष्टं रूपं न प्राप्स्यत्, यथा द्वादिगणे ऐ गतौ इति धातुः उदाहरणार्थं कश्चन अर्धधातुकप्रत्ययः अस्ति क्विप्. अतो लोपः इति सूत्रे प्रश्नः उदेति, किमर्थम् उपदेशे इत्युक्तं? तत्र उत्तरमस्ति अनुवृत्त उपदेशे इति यत् न अभविष्यत् कासुचित् स्थितेषु अनुपदेश अवस्थायां तदर्थम् उपदेशे नास्ति इति, इष्टं रूपं न प्राप्स्यत्. द्वादिगुणे गतौ ऐ गतौ इति धातुः उदाहरणार्थं कश्चन अर्धधातुकप्रत्ययः अस्ति क्विप्. तत्र द्वादिगणे ऐ ऐ ऐ गतौ इति धातुः तदर्थम् आर्धधातुकप्रत्यय उपदेशे नास्ति चेत् आर्धधातुकप्रत्ययः उपदेशे एव अस्ति. इदानीं पश्यतु, अतो लोपः इति सूत्रे उपदेशे इति पदमेव नास्ति इति चिन्तयतु. उपदेशे इति पदं नास्ति, तदानीं कः दोषः भवति इति अत्र उच्यमानमस्ति. उपदेशे नास्ति चेत् आदेशप्रत्यय उपदेशे नास्ति. उदाहरणं पठतु भगिनि, इदानीं तदानीं स्पष्टं भवति. उदाहरणं पठतु. आम्, ऐ योगः क्विप् अनुबन्धलोपे ऐ योगः क्विप् निर्बन्धरूपं वकारः लोपो व्योर्वलि इत्यनेन यकारलोपः आयोगः वा अतो लोपः इत्यनेन आलोपः वेरप्रुक्तस्य इत्यनेन वा लोपः शून्यम् अवशिष्यते. तदर्थं तत्र आलोपः न भवति. ऐ क्विप् अनुबन्धलोपे अयोगः वकारः लोपोव्योर्वलि इत्यनेन यकारलोपः भवति. आयोगः वकार एव अवशिष्यते. तत्र अतोलोपः क्विप् आर्धसात्विकप्रत्ययः अस्ति चेत् उपदेशे नास्ति भगिनि. उपदेशे नास्ति चेत् किं भवति इति वदन् अस्ति. उपदेशे नास्ति चेत् अतो लोपः न भवति. उपदेशे नास्ति चेत् अतो लोपः अत्र भवति. उपदेशे इति पदं नास्ति चेत् सूत्रे इदानीम् आयोगः व इत्यत्र अदन्तम् अङ्गमस्ति, अकारः अस्ति, अनन्तरं व इति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा अतो लोपः इत्यनेन अकारस्य लोपः भवति. उपदेशे इति अस्ति चेत् भवति वा? उपदेशः अस्ति चेत् न अस्ति चेत् न भवति. किमर्थं न भवति? क्विप्रत्ययः उपदेशे नास्ति. क्विप्रत्यये उपदेशे नास्ति इत्यस्य अर्थः कः? आर्धधातुकप्रत्यय उपदेशे नास्ति इत्युक्ते इत्यस्य अर्थः कः? आर्धधातुकप्रत्ययः उपदेशे नास्ति चेत् कः अर्थः? अतो लोपः इदानीम् अयोगः अयोगः क्विप् इत्यत्र क्विप् प्रत्ययः उपदेशे नास्ति वा? क्विप् इति प्रत्ययः उपदेशे एव अस्ति खलु? आ भगिनि, उपदेशे अस्ति. वकारः तर्हि अयोगः क्विप् इत्यत्र अतो लोपः इत्यस्य प्रसक्तिः अस्ति वा न वा? अस्ति. अस्ति वा? कथम् अयोगः क्विप् उपदेशे अस्ति चेत् आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः उपदेशकाले भवेत्, अनन्तरं किम् अपेक्षितम्? अदन्तम् अङ्गम् अपेक्षितं खलु? आं भगिनि, अजन्तम् अङ्गम् अपेक्षितं. तत्र यकार लोपः भवति चेत् अजन्त अङ्गम् अदन्तम् अजन्तं नास्ति, अदन्तम् अदन्तम् आम् अदन्तम् अङ्गं नास्ति. अयोगः क्विप् इति प्रसङ्गे क्विप् इति प्रत्ययः उपदेशावस्थायाम् अस्ति, यतोहि तदानीमेव विधीयते. ऐ इति धातुतः क्विप् इति प्रत्ययः विधीयते. क्विप् प्रत्ययः आर्धधातुकप्रत्ययः उपदेशकाले एव अस्ति, परन्तु अङ्गम् अदन्तं नास्ति. अतः तत्र अस्मिन् सोपाने अतोलोपः इत्यस्य कार्यं न भवितुम् अर्हति. सूत्रे उपदेशे इति पदमस्ति चेत् अयोगः क्विप् इति प्रसङ्गे अतोलोपः इत्यस्य प्रसक्तिः एव नास्ति. परन्तु सूत्रे उपदेशे इति पदमेव नास्ति चेत् तदानीं यस्मिन् कस्मिन्नपि सोपाने अङ्गम् अदन्तं भवति तस्य अनन्तरम् अर्धधातुकप्रत्ययः, तदानीं कार्यं भविष्यति. तर्हि इदानीं सूत्रे उपदेशे इति नास्ति चेत् तदानीम् अयोगः क्विप् अयोगः व लोपोव्योर्वलि इत्यनेन यकारस्य लोपः अयोगः व इदानीम् अदन्तमङ्गं लब्धम्. अयोगः व इत्यत्र अदन्तमङ्गं लब्धं, परन्तु प्रत्ययस्य उपदेशकालः नास्ति. प्रत्ययः तु विहितः, पूर्वमेव विहितः. इदानीम् अयोगः व इत्यत्र उपदेशकालः इत्युक्ते प्रत्ययस्य विधानसमये अत्र नास्ति. सोपाने प्रक्रियायां तत्र अन्यानि कार्याणि कृत्वा मध्ये कुत्रचित् अदन्तमङ्गं लभ्यते, तदानीम् अतोलोपः इत्यनेन कार्यं भवति. येन अन्ततो गत्वा शून्यम् अवशिष्यते. एतत्तु अनिष्टरूपम् अस्ति, शून्यम् इति न भवेत्, अत्र अन्यत् रूपम् अस्ति अत्र. तर्हि सूत्रे उपदेशे इति पदम् आवश्यकम्. उपदेशे इति पदम् अस्ति चेत् अयोगः क्विप् इति प्रसङ्गे अतो लोपः इत्यस्य प्रसक्तिः एव न भवति. अनन्तरम् अग्रे गत्वा यदा अङ्गम् अदन्तं भवति तदानीम् अतो लोपः इत्यस्य प्रसक्तिः एव नास्ति, यतोहि प्रत्ययस्य विधानकाले नास्ति अङ्गम् अदन्तम्. प्रत्ययस्य विधानकाले अङ्गम् अदन्तं चेत् एव अतो लोपः इत्यस्य कार्यं भवति. प्रत्ययस्य विधानकाले अङ्गम् अदन्तं भवेत्, अत्र तथा नास्ति. यतोहि सूत्रे उपदेश इति पदम् अस्ति. उपदेश इति पदं नास्ति चेत् यस्मिन् कस्मिन्नपि सोपाने अदन्तम् अङ्गं चेत् कार्यं सिद्ध्यति, परन्तु तथा अस्ति चेत् दोषः भवति इति कृत्वा सूत्रे उपदेश इति पदं स्थापितं. दोषः कः इति अत्र अग्रिमवाक्यं पठतु भगिनी. अत्र एकः प्रश्नः अस्ति, किम् उपदेश अवस्थायाम् अर्धधातुकप्रक्रिया इति उक्तं त्वया. अदन्ताङ्ग उपदेशे अदन्तधातु अपि अर्धः समानमेव खलु? न न न, समानं नास्ति, समानं नास्ति. अहं प्रदर्शयामि समानं किमर्थं नास्ति इति. भवती अग्रिमवाक्यं पठतु, अहं प्रदर्शयामि. अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते, उपदेशे अस्ति चेत् आलोपः न भवति, यतोहि आ इति उपदेश अवस्थायां नास्ति. अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते, उपदेशे अस्ति चेत् आलोपः न भवति, यतोहि आ इति उपदेश अवस्थायां नास्ति. तदर्थम् उपदेशे नास्ति चेत् आलोपः न भवति, उपदेशे अस्ति चेत् एव आलोपः, उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते, उपदेशः अस्ति चेत् आलोपः न भवति, आयित् उपदेश अवस्थायां नास्ति. ऐ धातु उपदेश अवस्था नास्ति चेत् अ इति प्रत्ययस्य उपदेश अवस्थायां नास्ति. अ इति प्रत्ययस्य उपदेश अवस्थायां नास्ति. अङ्गं तु ऐ इति अस्ति. प्रत्ययस्य उपदेश अवस्थायाम् अङ्गम् ऐ इति अस्ति. तदानीम् अतो लोपः इत्यस्य प्रसक्तिः एव नास्ति. अग्रे गत्वा प्रक्रियायाम् अदन्तम् अङ्गं भवति चेत् तदानीम् अतो लोपः इत्यस्य कार्यं न भवति. इत्युक्ते आदिमसोपाने एव अतो लोपः इत्यस्य कार्यं स्यात्. आदौ भवेत् अङ्गम् अदन्तं भवेत्, प्रत्ययस्य विधानं भवेत्, तदानीम् अतोलोपः प्रथमसोपाने. अग्रे पठतु. आयोगः वा ह्रस्वस्य पिति कृति तुक् इत्यनेन तुक् आगमः, अतः अत्योगः वा वेः अपृक्तस्य इत्यनेन वा लोपः अत् इति इष्टं रूपं प्राप्तम्. आयोगः वा अत्र ह्रस्वस्य अस्ति, ह्रस्वस्य पिति कृप् पित् अस्ति, घृत् अपि अस्ति, तत्कारणेन तुगागमः भवति, अत् भवति. तदनन्तरं वेः अपृक्तस्य इत्यनेन वकारलोपः भवति, अत् इति इष्टं रूपम्. वस्तुतः ऐ गतौ इति धातोः क्विप् प्रत्ययं योजयामः चेत् तत्र अत् इति रूपं स्यात्, न तु शून्यम्. आर्धधातुकप्रत्ययस्य उपदेशकाले इति न वदामः चेत् तदानीं शून्यम् इति रूपं लभ्यते, परन्तु तत्र अत् इति रूपम् अपेक्षितं. तदर्थम् अत्र उपदेशे इति उक्तम्. भवती पृष्टवती उपदेशः धातुः उपदेशः प्रत्ययस्य उपदेशः द्वयमपि समानमेव खलु, कः भेदः इति पृष्टवती. धातोः उपदेशः इत्युक्ते औपदेशिकधातुः इति अर्थः खलु? आम्. परन्तु अतो लोपः इत्यस्य कार्यम् आतिदेशिकधातूनां विषये अपि इष्यते. ओके. इदानीं चिकीर्ष इति धातुः अस्ति, आतिदेशिकधातुः. चिकीर्षयोगः इतुं, तुमुन् प्रत्ययः इतुम्. इदानीं चिकीर्ष इति अङ्गम् अदन्तम् अस्ति, परन्तु धातुः उपदेशावस्थायां नास्ति. चिकीर्ष इति धातुः उपदेशावस्थायां नास्ति, औपदेशिकधातुः नास्ति. तत्र इतुम् इति प्रत्ययः उपदेशावस्थायाम् अस्ति इति कृत्वा चिकीर्ष इत्यत्र अकारस्य लोपः भवति, चिकीर्षितुम् इति रूपं लभ्यते. इति भेदः अस्ति. धातोः उपदेशावस्था अपि च प्रत्ययस्य उपदेशावस्था इति भिन्नभिन्नविषयः अस्ति. द्वयोः साम्यं नास्ति. धातोः उपदेशावस्थायाम् इत्युक्ते औपदेशिकधातुः इति अर्थः. प्रत्ययस्य उपदेशावस्थायाम् इत्युक्ते यदा प्रत्ययः विधीयते तत्र तदानीम् इति अर्थः. आं भगिनि, प्रत्ययविधान उपदेशे इति वाक्यम्. तर्हि अत्र ऐ अयोगः व, इदानीम् ऐ योगः क्विप् इत्यत्र यकारस्य लोपः, लोपो व्योर्वलि इत्यनेन अयोगः व, ऐ योगः क्विप् इत्यत्र अतो लोपः इत्यस्य कार्यं नास्ति. प्रत्ययस्य उपदेशावस्थायाम् अङ्गम् अदन्तं नास्ति. ऐ इत्यत्र यकारान्तम् अस्ति. इदानीं यकारस्य लोपः, लोपो व्योर्वलि इत्यनेन अयोगः व. इदानीं व इति प्रत्ययः, क्विप् इति प्रत्ययः पित् अस्ति, अपि च क्विप् इति प्रत्ययः कृत् अपि अस्ति इति कृत्वा ह्रस्वस्य पिति कृति तुक् इत्यनेन अङ्ग ह्रस्वस्य अ इति अङ्गं, तत्र स्वरः ह्रस्वः इति कृत्वा तुगागमः भवति, अन्ते आयाति अत् योगः व. इदानीं व इति प्रत्ययस्य लोपः भवति, सर्वापहारलोपः, वेरपृक्तस्य वेरपृक्तस्य इत्यनेन सर्वापहारलोपः. अतः अत् इति इष्टं रूपं लभ्यते. उत्तमं वा? प्रत्ययस्य विधानप्रक्रिया एव उपदेशावस्था. किं किं प्रत्ययस्य विधानकाले उपदेश, प्रत्ययस्य उपदेशः इत्युक्ते यदा धातुतः प्रत्ययः विधीयते प्रथमसोपाने तदेव प्रत्ययस्य उपदेशकालः. अस्तु, इत्युक्ते अन्ततो गत्वा अतो लोपः इत्यस्य कार्यम् आदिमसोपाने एव भवति. तावदेव, यदा प्रत्ययः विधीयते तस्मिन् सोपाने अङ्गम् अदन्तम् अस्ति चेत् प्रथमसोपाने भवति. तावदेव अत्र अर्थः, अन्यत् किमपि नास्ति. उपदेशः इति पदं नास्ति चेत् ऐगतौ इत्यत्र दोषः जायते, इष्टं रूपं न सिद्ध्यति इति कृत्वा उपदेशः इति पदम् अपेक्षितमेव. धन्यवादः भगिनि. तस्मात् भगिनि, तस्मात् धातु औपदेशिक अथवा आतिदेशिक भवितुं शक्यं वा? आमाम् आमां, यतोहि आतिदेशिकधातूनां रूपं साधयितुमपि अतो लोपः इत्यस्य अपेक्षित कार्यम् अपेक्षितमेव. प्रत्ययमेव उपदेश उपदेशव्यवस्थायां इति अस्ति. प्रत्ययस्य उपदेशकालः इत्युक्ते प्रत्ययस्य विधानसमये इत्यर्थः. तदर्थं प्रथमसोपानम् अस्तु इति तत्र अतो लोपः इति सूत्रं दृष्टम्. इदानीम् अग्रे गच्छामः. अस्तु भगिनि, धन्यवादः. इदानीं तत्र विनयमहोदय पठतु. निच् प्रत्ययः अर्धधातुकः अस्ति, अतः उपरि गत्वा. भगिनि नमस्कारः. एकक्षणं महोदय, तत्र अस्मिन् उदाहरणे अतो लोपः इत्यस्मिन् उदाहरणे तु प्रत्ययस्य विधाने उपदेशे तु प्रत्ययस्य प्रत्ययेन सह अन्वयः भवति किल तत्र आर्धतालुके उपदेशे इत्यनेन. अत्र किमस्ति, तत्र अन्यत् सूत्रमस्ति किल, आदेच उपदेशे शिति इत्यनेन तत्र एजन्तधातोः उपदेशावस्थायाम् इति धातोः उपदेशावस्थायाम् इति अस्ति किल उदाहरणं. समीचीनं वा इति केवलं चिन्तनार्थं पृच्छन्ति अस्मि. तत्र उपदेशावस्थायां धातोः इति भवति, एकं तु प्रत्ययस्य उपदेशावस्थायां, द्वयोः उदाहरणं वक्तुं सत्यं किल. आदेश उपदेशेषु इति इत्यत्र एजन्तधातोः उपदेशकाले इति अस्ति. समीचीनं, सम्यक्. अपि च तत्र उपदेशे यजननासिक इत्यत्र सर्वत्रापि उपदेशः इत्यत्र धातोः उपदेशकाले इच्छनीया भवति खलु। अस्तु, दिने महोदय पठितुं शक्यते वा? न भगिनी, अहं न कुत्रापि न पश्यामि अत्र अद्यतन करपत्रं सम्बन्धे अहं दृष्ट्वा न प्राप्तं वा करपत्रं? न प्राप्तं वा? न प्राप्तमेतो? अस्तु अस्तु, अहं प्रेषयामि। इदानीम् अन्य कोऽपि पठतु, इदानीं तत्र अरुणा भगिनी पठतु। अस्ति वा भगिनि? अस्तु, न श्रूयते। अस्ति चेत् न श्रूयते। अस्तु, तर्हि सः उमा भगिनी पठतु। मां पृच्छति वा, पृष्टवती वा? अरुणा, अरुणा भगिनी। अस्तु भगिनि पठतु, उमा भगिनी। अहं पठामि वा? आमां भगिनी पठतु। लोपः तस्य अनन्तरम् एक्साम्पल् गिवन्, अतः उपदेशे नास्ति इति इष्टं दत्ता तस्य तदा भवति उपरि सूत्रस्य अनन्तरं निष्प्रत्ययः आर्धधातुकः अस्ति, अतः उपरि उपरि अतोलोपः इति सूत्रस्य अनन्तरम् अचोनिति अतोलोपः निच् प्रत्यय अर्धधातुकः अतो लोप इति सूत्रस्य अनन्तरं भगिनि उपरि सेक्षन् डि इति अस्ति खलु, ह्रस्वत्वम् अदन्तम् अदन्तदातवः अतो लोपः इति सूत्रम् यत्र आस्ट्रिक्स् पूर्वम् आसीत् न, तस्मात् पूर्वं निच् प्रत्ययः आर्धधातुकः अतोलोपः इति सूत्रस्य साक्षात् अनन्तरम् अतोपदायः न, इतोपि उपरि भगिनि, तस्मात् उपरि निच् प्रत्ययः कत योगः निच् इति अस्ति खलु, ततः उपरि निच् प्रत्ययः आर्ध अतोलोपः इति सूत्रस्य साक्षात् अनन्तरम् अतोलोपः इति सूत्रं प्राप्तं वा? न, अहं यद्वदामि तत् शृणोतु। अतो लोपः इति सूत्रं प्राप्तं वा उपरि? अस्तु, अन्य कोऽपि पठतु तत्र। हा, ह्रस्वत्वम् इति अस्ति खलु, तदनन्तरम् अतो लोपः इति सूत्रमस्ति खलु, तस्य अनन्तरं पठतु। यथा कथा निच् निच् प्रत्ययः आर्धधातुकः अस्ति, अतः तदेव तदेव तदेव पठतु। निच् प्रत्ययः आर्धधातुकः अस्ति, अतः धातु अदन्तः चेत् अतो लोपः इत्यस्य प्रसक्तिः भवति। यथा कथयोगः निच् गृहयोगः निच् गृह्, इदानीं कत् इति धातुः अस्ति, कृत् इति धातुः अस्ति, अस्यां दशायां कत् धातोः उपधायाम् अत् ह्रस्व अकारः इत्यस्य वृद्धिः, अपि च गृह् धातोः उपधायां लघु इक् गुणः कत् धातोः उपधायाम् अत् अत्र निच् प्रत्ययः परः अस्ति चेत् अतो लोपः किं करोति इति दत्तं। कत् कथयोगः निच् अस्ति चेत् इति धातुः इदानीं कृ योगः निश्चेत् गृह् इति अस्ति, कत् इति धातुः अस्ति, दृक् इति धातुः अस्ति. अत्र कत् धातोः उपधायाम् अत् बिकास् कत् इति प्लस् अत् इति ह्रस्वकारः अस्ति इत्यस्य वृद्धिः भवति. अपि गृह् धातोः उपधायां लघु इक् गुणः भवति. गुणः अस्ति चेत् गृह् गर्ह् अतः आगच्छति, गृह् गृ ऋकारः अर्हति अस्ति, गुणः भवति. तस्मात् गृह् धातुः उपधाय लघु इक् गुणः कट् धातोः उपधायाम् अत् इत्यस्य वृद्धिः भवति. पठामि वा अत् उपधायाः? आम् पठतु पठतु. अत उपधायाः उपधायाम् अतः वृद्धिः इति निश्चि प्रत्ययपरे अनुवृत्तिः सूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः इति. अत्र कत् इति धातुः वृद्धिः भवति, अत उपधायः उपधायाम् अतः वृद्धिः निति इति निति प्रत्ययपरे. सो इति निति प्रत्ययपरे अस्ति चेत् अत उपधायाः सूत्रेण उपधायां वृद्धिः भवति. सो अङ्गस्य उपधायाः अतः वृद्धिः इति निति तदेव. समीचीनं. पुगन्तलघुपदस्य च इति अपि पठतु. पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके प्रत्यये परे. सो सार्वधातुकप्रत्ययः अस्ति वा अर्धधातुकप्रत्ययः अस्ति वा इति चेत् पुगन्तलघुपदस्य सूत्रस्य गुणः लघु इक् अस्ति चेत् गुणः भवति. अत्र गृह् धातुः ऋकारः अस्ति लघु इक् तस्मात् गुणः भवति सार्वधातुक आर्धधातुक प्रत्यये परे अस्ति. सम्यक्. तर्हि तत्र गुणस्य प्रस कत् धातौ वृद्धि किं वृद्धिः भवति, गृह् धातु गुणः भवति. इत्युक्ते गुणः भवितुमर्हति, वृद्धिः भवितुमर्हति. अतोपदायः इत्यस्य प्रसक्तिः, पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः, परन्तु अत्र अन्यत् किमपि भवति. तदन्यत् किम् इति इदानीं पश्यामः. तत्र लक्ष्मीभगिनी पठतु. आं भगिनि. अच परस्मिन् पूर्वविधौ परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अचः स्थाने यः आदेशः सः अजादेशः. यस्य स्थाने आदेशः विधीयते सः स्थानी. अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूल अच् इव स्थानिवत् भवति. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी. पूर्वस्य विधिः पूर्वविधिः षष्टितत्पुरुषः तस्मिन् पूर्वविधौ. अचः षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदम् इदं सूत्रम्. स्थानिवत् आदेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ. अत्र अच परस्मिन् पूर्वविधौ इति नूतनं सूत्रम् आयास्यति. अस्य सूत्रस्य अर्थः अस्ति परनिमित्तिकः अजादेशः स्थानिवत् भवति. किमर्थमिति चेत् पूर्वविधौ कर्तव्ये. तर्हि अजादेशः इत्यस्य अर्थः अस्ति अचः आदेशः इति नास्ति, किन्तु अच् स्थाने यः आदेशः जातः इति अर्थः अस्ति, विशिष्ट अर्थः अस्ति अजादेशः. अपि च कीदृशः अनादेशः अजादेशः इति चेत् परनिमित्तकः अजादेशः इत्युक्ते परनिमित्तेन अजादेशः जातः. तर्हि अनेन सूत्रेण यः अजादेशः जातः परनिमित्तेन तादृश अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये इति अर्थः अस्ति अत्र. अपि च पूर्वविधौ कर्तव्ये पूर्वविधौ इत्युक्ते सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते, इत्युक्ते पूर्वम् इदं सूत्रस्य प्रवर्तनात् पूर्वं या स्थितिः आसीत् तत्तु पूर्वविधिः अस्ति. परस्मिन् इति निमित्तसप्तमी अस्ति, पूर्वविधौ विषयसप्तमी इति उक्तम्. पूर्वस्य विधिः पूर्वविधिः. तर्हि पूर्वविधेः कृते पूर्वविधेः दृष्ट्या तस्य प्रवर्तनार्थम् इदम् अचः परस्मिन् पूर्वविधौ इति सूत्रं प्रवर्तते. इत्युक्ते यस्य कस्यापि सूत्र यस्य कस्यापि प्रवर्तनसमये अथवा कर्तव्ये यस्य कस्यापि प्रवर्तनस्य प्रवर्तनार्थम् अच परस्मिन् पूर्वविधौ इति सूत्रम् आगत्य प्रवर्तते. उदाहरणं वदामः चेत् स्पष्टं स्यात्. इत्युक्ते अत्र परस्मिन् इत्यस्य अर्थः कः? परस्मिन् इति निमित्तसप्तमी अस्ति. परस्मिन् परनिमित्तिकः इति अर्थः अत्र स्वीकर्तव्यः. परनिमित्तकः इति अजादेशः, तादृश अजादेशः यदा भवति परनिमित्तेन यदि अजादेशः भवति अनेन सूत्रेण इति स्वीकर्तव्यः. परनिमित्तिकः कः? अजादेशः. परनिमित्तिकः अजादेशः, सम्यक्. परनिमित्तिकः अजादेशः, हा परनिमित्तिकः अजादेशः स्थानिवत् भवति. परनिमित्तिकः अजादेशः स्थानिवत् भवति इत्युक्ते यथा भवती उक्तवती येन केनापि सूत्रेण अचः स्थाने आदेशः अजादेशः नाम स्थाने यः आदेशः भवति इति अतो लोपः इत्यनेन ह्रस्वकारस्य स्थाने लोपादेशः जातः. तर्हि इदानीम् अजादेशः इति लोपादेशः अस्ति, तदपि परनिमित्तिकः अस्ति यतोहि अतोलोपः इति सूत्रे अर्थधातुके उपदेशे इति उक्तत्वात् परनिमित्तिकः लोपादेशः अजादेशः अस्ति. अस्तु, सः आदेशः स्थानिवत् भवति इत्युक्ते मूलस्थानिनि यः आसीत् तद्वत् भवति इति अत्र उक्तमस्ति. मूल अच् इव भवति. समीचीनं, मूल अच् इव भवति. तर्हि मूल अच् इदानीं मूल अच् इति अकारः भवति कदा भवति? हा वदतु, कदा मूल अच् इव कदा भवति इति वदतु लक्ष्मी भगिनी. कदा भवति इति चेत् यत्र परनिमित्तिक अजादेशः भवति पूर्वविधौ कर्तव्ये. तर्हि अन्य किमपि कार्यम् अस्ति तस्य तस्य प्रवर्तनार्थम् अस्ति अस्ति कार्यं. दैशिकरीत्या चिन्तयामः चेत् तस्मात् पूर्वं यः कोऽपि कार्यं भवेत् तस्य निवर्तनार्थं स्यात्, नो चेत् प्रवर्तनार्थं स्यात्. तादृशसन्दर्भे परस्मिन् पूर्वविधौ आगत्य मूल अच् इव प्रवर्तते इत्युक्ते यः अजादेशः इदानीं लोपादेशः स्थाने आसीत् अत् अत् इव प्रवर्तते अत् अत् इदानीमपि अस्ति इति स्वीकर्तव्यम् लोपः कर्तुं पूर्वं यद् आसीत् तदेव अस्माकं पूर्वविधेः कृते तदेव निमित्तम् इति खलु अस्ति इव भाति अस्तु इत्युक्ते तत्र प्रथमसोपाने कथयोगः णिच् इत्यत्र प्रथमसोप प्रतिपादयतु भगिनी लक्ष्मी भगिनी प्रथमसोपाने किं भवति कथयोगः णिच् इत्यत्र कथयोग णिच् इत्यत्र अतो लोपः इत्यनेन अकारलोपः कृत्वा कथयोग णिच् इति स्थितिः कथ् इति स्थितिः इदानीम् अकारः नास्ति उपधायाम् अकारः अस्ति इति कृत्वा अतोपधायाम् इदानीम् एकक्षणं सम्यक् बहु सम्यक् कथयोगः णिच् इत्यत्र प्रथमसोपाने अतो लोपः इत्यस्य कार्यम् अस्ति अकार उत्तरवर्ति अकारस्य लोपः भवति निमित्तमस्ति आर्धधातुकप्रत्ययः णिच् प्रत्ययः अतः अत्र अकारस्य यः लोपः सः अजादेशः अस्ति अकारस्य लोपः अजादेशः अस्ति परनिमित्तिकः अपि अस्ति किमर्थं परनिमित्तिकः आर्धधातुके परे एव इदं कार्यं प्रवर्तते अतो लोपः अजादेश सम्यक् अतो लोपः इति तत्र अतो लोपः इत्यस्मिन् सूत्रे आर्धधातुकप्रत्यये परे एव ह्रस्व अकारस्य लोपः भवति अतः ह्रस्व अकारस्य लोपः एव अजादेशः अच्वर्णस्य स्थाने जायमानः आदेशः अजादेशः अत्र अकारस्य स्थाने लोपादेशः जायते इति कृत्वा लोपादेशः अजादेशः अस्ति अजादेशः परनिमित्तिकः अपि अस्ति परनिमित्तिकः किमर्थमिति चेत् तस्य निमित्तं परं वर्तते निमित्तं किम् अर्धदत्तकप्रत्ययः तर्हि अजादेशः अत्र लोपादेशः परनिमित्तिकः अपि अस्ति इति प्रथमसोपानं पूरितं प्रथमनिमित्तं पूरितम् अचः परस्मिन् पूर्वविधौ इति सूत्रे प्रथमनिमित्तम् अस्ति परनिमित्तिकः अजादेशः इति तत् पूरितम् इदानीं कत्योगः णिच् इति स्थितौ द्वितीयसोपाने किं भवति कत्योग णिच् इति स्थितौ अकारः नास्ति उपधायाम् अकारः अस्ति इति कारणात् अत्र अतोपधायाः इति सूत्रस्य प्रवर्तनं स्यात् किन्तु समीचीनम् तर्हि इदानीं कत्योगः णिच् इत्यत्र अजादेशः यत्र जातः सकार उत्तरवर्ति अकारस्य लोपः यत्र जातः तस्मात् पूर्वम् इत्युक्ते दैशिकरीत्या ज्योग्राफिकलि बिफोर् तस्मात् पूर्वम् अत्र ककार उत्तरवर्ति अकारः इत्यत्र पूर्वविधिः अस्ति पूर्वविधिः कः अत्र अतुपदायाः इति सूत्रमेव पूर्वविधिः अतुपदायाः इति सूत्रं पूर्वविधिः किमर्थम् अतुपदायाः इति पूर्वविधिः इत्युक्ते यत्र अजादेशः जातः यत्र अकारस्य लोपः जातः तस्मात् पूर्वम् अस्ति अतोपदायाः इत्यस्य कार्यं ककार उत्तरवर्ति अकारस्य वृद्धिः इति कार्यं पूर्वविधिः अस्ति तादृशपूर्वविधौ कर्तव्ये किं भवति इति चेत् अजादेशः स्थानिवद्भवति इत्युक्ते यथा पूर्वम् आसीत् तथैव भवति एस् इफ् द लोपादेशः हेज़न्ट् हेपन्ड् तर्हि इदानीम् अतोपदायाः इति सूत्रस्य दृष्ट्या तकार उत्तरवर्ति अकारः अपि अस्ति इदानीम् अतोपदायाः इति सूत्रं किं करोति अतोपदायाः सूत्रं स्वयं निषिध्यते न प्रवर्तते अतोपदायाः इति सूत्रम् अत्र आगत्य चिन्तयति अत्र उपधायां तु ह्रस्व अकारः एव नास्ति यतोहि उपधायाम् इदानीं कः वर्णः अस्ति अकारः अजादेशः स्थानिवद् भवति चेत् एस् इफ् द लोपादेशः हेज़न्ट् हेपन्ड् तर्हि इदानीम् अतोपदायाः इति सूत्रं कत इति अङ्गं पश्यति निच् प्रत्यये परे कत इति अङ्गं पश्यति कत इति अङ्गं दृष्ट्वा अतोपदायाः इति सूत्रं वदति न अहं कार्यं कर्तुं न शक्नोमि मम निमित्तानि न पूरितानि उपधायां ह्रस्वकारः नास्ति इति कृत्वा अतोपदायाः इत्यस्य कार्यं निषिद्धम् अस्ति तर्हि इदानीम् अचः परस्मिन् पूर्वविधौ इत्यस्य विवरणं यदा अस्माभिः क्रियते तर्हि अस्माभिः एतादृशं वक्तव्यं प्रथमसोपाने किं कार्यं जातम्, अजादेशः कः, सजादेशः परनिमित्तिकः वा, तत्र किं सूत्रम्, अतोलोपः इति सूत्रम् अस्माकं प्रथमं सूत्रमस्ति, तत्र अकारस्य लोपः सः अजादेशः, अकारस्य लोपः परनिमित्तिकः, यतोहि निमित्तं परम् वर्तते, अर्धधातुकप्रत्ययः इति निमित्तं परं वर्तते इति कृत्वा अजादेशः परनिमित्तिकः इति प्रथमसोपानम् अस्ति, अजादेशः परनिमित्तिकः अतोलोपः इत्यनेन. द्वितीयसोपानम् अस्ति अतोपदायाः इति सूत्रस्य प्रसक्तिः, अतोपदायः इति सूत्रस्य प्रसक्तिः, अतोपदायः इति सूत्रं पूर्वविधिः इति अपि प्रदर्शनीयं. द्वितीयसोपाने पूर्वविधिः कः, पूर्वविधिः कः, कथम् इति प्रदर्शनीयं. तृतीयसोपाने अजादेशः स्थानिवद् भवति इति कृत्वा द्वितीयसोपाने यः विधिः अस्माभिः ज्ञातः सः विधिः इदानीं न प्रवर्तते, यतोहि तस्य निमित्तं नष्टं, स्थानिवद्भावेन तस्य निमित्तं नष्टम् इति कृत्वा अतोपदायः इति सूत्रं कार्यं न करोति इति. एवं रीत्या त्रीणि सोपानानि वक्तव्यानि अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं प्रदर्शयितुं त्रीणि सोपानानि वक्तव्यानि. प्रथमसोपाने अजादेशः परनिमित्तिकः इति, द्वितीयसोपाने पूर्वविधिः कः, कथं प्रसक्तम् अस्ति, तृतीयसोपाने स्थानिवद् भवति चेत् पूर्वविधेः का गतिः इति. एवं रीत्या वक्तव्यं त्रीणि सोपानानि. इदानीं तत्र ग्रह्योगः णिच् इति स्थितौ तत्र कः वदति, उषाभगिनी वदतु त्रीणि सोपानानि कथम्. गृहयोगः निच् गृहयोगः निच् गृहयोगः निच् अन्तिम अकारः अस्ति. गृहयोगः अतोलोपः इत्यनेन प्रथमं अन्तिम अकारः लोपः जातः. गृहयोगः निच् इति स्थिते पुगन्तलघुपदस्य च इत्यनेन गुणस्य प्रसक्तिः भवति, परन्तु अत्र गुणस्य प्रसक्तिः भवति इति चेत् मया यथा प्रदर्शितं त्रीणि सोपानि तथा वदतु. ओके, प्रथमकाले गृहयोगः णिच् इति कृते हकार उत्तरवर्ति अकारः अतोलोपः इत्यनेन अकारस्य लोपः भवति. प्रथमकाले अकारस्य लोपः भवति, अनन्तरं अच परस्मिन् पूर्वविधौ इति सूत्रस्य प्रसक्त्या अच परस्मिन् पूर्वविधौ परनिमित्तिक अजादेशः अतोलोपः इत्यनेन भवति. गृहयोगः णिच् इति आर्धधातुकप्रत्ययः अस्ति इत्यनेन प्रथमकाले अतोलोपः इत्यनेन हकार उत्तरवर्ति अकारः लोपः भवति. तत् परनिमित्तिक अजादेशः भवति. परनिमित्तिक अजादेशः इति कृते णिच् इति आर्धधातुकप्रत्ययः परः अस्ति इति परनिमित्तिकः परनिमित्तिक अजादेशः इति भवति. अनन्तरं गृहयोगः णिच् इति कृते पुगन्तलघुपदस्य च इत्यनेन सूत्रस्य प्रसक्तिः भवति, परन्तु अच परस्मिन् पूर्वविधौ इति कृते द्वितीयकाले पूर्वविधिः इति कृते पुगन्तलघुपदस्य च कथं पूर्वविधिः दैशिकरीत्या यत्र अजादेशः अभवत् तत् पूर्वम् इति कृते ऋकारस्य गुणः भवति वा इति कृते पूर्वविधौ दैशिकरीत्या पोसिशन् रीत्या अकारस्य पूर्वम् इति कृते ऋकारः इति स्थाने पुगन्तलघुपदस्य च इत्यनेन गुणः भवति वा इति कृते इत्युक्ते इति पूर्वविधौ कर्तव्ये, पूर्वविधौ हेस् टु बी हेस् टु हेपन्, पूर्वविधौ कर्तव्ये अच परस्मिन् पूर्वविधौ इति सूत्रं वदति. तत् अचः आदेशः भवति परनिमित्तिक अजादेशः. अचः आदेशः हकारस्य अनन्तरं, परन्तु पूर्वविधौ कर्तव्ये चेत् तत् स्थाने, तत् अजादेशः स्थाने पूर्वं ऋकारः, पूर्वं ऋकारस्य स्थाने कार्यम् अस्ति पुगन्तलघुपदस्य च इति पूर्वविधौ, पूर्वविधौ कर्तव्ये. स्थानिवद् भवति, स्थानिवद् भवति इति कृते तत् किं भवति स्थानिवद्, किं स्थानिवद् भवति इति चेत् हकारस्य अनन्तरम् अच अचः आदेशः स्थानिवद् भवति. अजादेशः स्थानिवत्, स्थानिवत् भवति. हकारस्य अनन्तरं यत् अकारलोपः वयं कृतवन्तः, तत् सूत्रस्य दृष्ट्या पूर्वविधिसूत्रं पुगन्तलघुपदस्य च इति सूत्रेण दृष्ट्या हकार उत्तरवर्ति अजादेशः, अजादेशलोपः न दृश्यते, अकारः एव दृश्यते इत्यनेन, इत्यनेन पूर्वं, तत्पूर्वम् अकारस्य पूर्वं, साक्षात् पूर्वम् अकारः एव दृश्यते, हल् हकारः एव दृश्यते इत्यनेन पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति. तत् एव स्थानिवत् भवति, अच् आदेशः लोपः स्थानिवत् भवति. पुगन्तलघुपदस्य च इति सूत्रेण दृष्ट्या अजादेशः लोपः न दृश्यते पुगन्तलघुपदस्य च इति सूत्रेण. न दृश्यते इति वदनस्य अपेक्षया स्थानिवत् अस्ति इति कृत्वा किं दृश्यते, किं दृश्यते इति चेत् अकारः एव दृश्यते. आदेशः अच् आदेशः न न इत्युक्ते तत् न भवती अवगतवती, परन्तु कथं वक्तव्यम् इति चेत् अत्र सूत्रस्य निमित्तं कथं न पूरितम् इति वक्तव्यं. सूत्रस्य निमित्तं कथं न पूरितं, परनिमित्तिक अजादेशः स्थानिवत् भवति तदा अस्ति भगिनि, परन्तु तत्र पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तं कथं न पूरितं. पुगन्तलघुपदस्य च ह्रस्व, ह्रस्व पुगन् पुक् अन्त ह्रस्व अच् न दृश्यते, हल्लेव दृश्यते इति कृते न न उपादायां कः वर्णः इति वक्तव्यं खलु. इदानीं उपादायां हकारः हल्लेव अस्ति भगिनि, उपादायां हल्ले एव अस्ति इत्यनेन पुगन्तलघुपदस्य च इत्यनेन यत्र अजादेशः अभवत् तत्पूर्वं हल्लेव दृश्यते, अच् ह्रस्व अच् न दृश्यते इत्यनेन पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं न. ह्रस्व ऋकारः न दृश्यते, ह्रस्व ऋकारः न दृश्यते इत्यनेन अच् पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं न अभवत्, न भवति. समीचीनं, समीचीनं, बहु समीचीनम्. एवं रीत्या क्रमेण चिन्तनीयं. प्रथमसोपाने प्रथमतया अतोलोपः इत्यस्य कार्यं जातं, तत्तु सरलं, तत् जातं. तदनन्तरम् अचः परस्मिन् पूर्वविधौ इति सूत्रं यदा आयाति तदानीं त्रीणि सोपानानि. प्रथमसोपाने अजादेशः परनिमित्तिकः वा, अतोलोपः इत्यनेन यत् कार्यं जातं तत्र अजादेशः परनिमित्तिकः वा, आं परनिमित्तिकः. द्वितीयसोपाने पूर्वविधिः कः, पुगन्तलघुपदस्य च इति पूर्वविधिः. किमर्थं, यत्र अजादेशः जातः अकारस्य लोपः यत्र जातः तस्मात् पूर्वम् अस्ति दैशिकरीत्या, यतोहि तत्र अकारस्य ग्रह इत्यत्र हकार उत्तरवर्ति अकारस्य लोपः जातः, तस्मात् पूर्वं ऋकारस्य गुणः भवति वा न वा इति प्रश्नः. पुगन्तलघुपदस्य च इति पूर्वविधिः अस्ति, इदानीं प्रसक्तिः अस्ति इति भाति. तदानीं तृतीयसोपाने वयं किं वदामः, अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशः स्थानिवद् भवति. अत्र प्रथमनिमित्तं द्वितीयनिमित्तं सर्वं पूरितं, प्रथमसोपाने यद् निमित्तं द्वितीयसोपाने यद् सर्वं पूरितं, तर्हि इदानीं तृतीयसोपाने अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशः स्थानिवद् भवति. इति कृत्वा इदानीं पुगन्तलघुपदस्य च इति सूत्रं पश्यति तत्र इदानीम् उपदायां ऋकारः एव नास्ति, उपदायां हकारः अस्ति, यतोहि हकार उत्तरवर्ति अकारः स्थानिवत् अस्ति इदानीम्, अस्ति इव अस्ति, इत्युक्ते लोपः न जातः एव अस्ति इति कृत्वा अत्र उपदायां हकारः अस्ति इति कृत्वा पुगन्तलघुपदस्य च इति सूत्रं वदति न, मम निमित्तमेव न पूरितम् इति कृत्वा अहं कार्यं कर्तुं न शक्नोमि इति कृत्वा तत् कार्यं बाधितम् इति कृत्वा गृही इति एव धातुः भवति, न तु गर्हि, एवं कति इति धातुः, निजन्तधातुः अस्तु। अनल्विदौ इत्यनेन अल् इति इत्यनेन स्थानिवत् इदानीं मा वदतु तस्मिन् विषये अग्रे चिन्तनं कुर्मः, इदानीं मा वदतु, इदानीम् अग्रे गच्छामः। तान् बहु समीचीनम्, एतावती यद् भवती उक्तवती सम्यक् अस्ति। सर्वैः बुद्धं वा किम् अत्र उक्तमिति? भगिनि अस्तु अस्तु समीचीनं, तर्हि इदानीम् अग्रे गच्छामः। तत्र वंशी भगिनी अग्रे पठति वा? भगिनि किमर्थं न दृश्यते भगिनि पुगन्तलघुपदस्य सूत्रेण किमर्थम् अथो लोपः इति लोपः स्थाने तत्र पूर्वविदौ खलु अचः परस्मिन् पूर्वविदौ इति परिभाषासूत्रमस्ति, तत् परिभाषासूत्रं वदति यत्र यत्र एतादृश अपरनिमित्तिक अजादेशः जायते तत्र तत्र स्थानिवद् भवति इति। इत्युक्ते पश्यतु बस् याने भवती गच्छन्ती अस्ति, तत्र भवती यु आर् सीटेड् इन् अ सीट्, तदानीं भवती ततः किञ्चित् कालम् अन्यत्र गतवती सीट्तः, भवत्याः आसनं यत्र अस्ति ततः किञ्चित् कालम् अन्यत्र गतवती, तदानीम् अन्यः कोऽपि तत्र आगन्तुम् इच्छति, तत्र आगन्तुम् उपवेशितुम् इच्छति, तत्र उपवेष्टुम् इच्छति, तदानीं भवती झटिति आगत्य वदति न न न अत्र भवान् उपवेष्टुं न शक्नोति यतोहि मम स्थानम् अस्ति इति कृत्वा भवती पुनः आगत्य तत्रैव उपविष्टवती, तर्हि अन्यः तत्र उपवेष्टुं शक्नोति वा? न खलु। एवम् अत्र स्थानिवद् भवति इत्युक्ते यद्यपि लोपः जातः तथापि अन्यस्य कृते तत् स्थानिवद् भवति, लोपः न जातः इव भवति इति कृत्वा पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति, तावदेव। इत्युक्ते अन्ततो गत्वा रूपम् अस्माभिः साधनीयं खलु, रूपं साधनीयं खलु, अत्र गृहयति इति एव कथमपि कथमपि इत्युक्ते तदर्थमेव सूत्रं रचितमस्ति पाणिनिना, कथमपि न इत्युक्ते तत्र एतादृशसन्दर्भे एतादृशम् अस्ति इति कृत्वा अस्य सूत्रस्य प्रवृत्तिः भवति, येन कार्यं निषिद्धं भवति, इत्युक्ते तत्र सिस्टम् एवम् यथा कथञ्चित् इति न, अत्र सिस्टम् अस्ति, यत्र यत्र अचः लोपः भवति तत्र एव एतादृशसिस्टम्, अन्य कोऽपि वर्णः लुप्यते चेत् तत्र एतादृशसिस्टम् नास्ति, स्थानीयवद्भावः यत्र कुत्रापि भवति इति न खलु, अत्र सिस्टम् अस्ति खलु, एका व्यवस्था अस्ति। अत्र प्रश्नः इति तस्मात् किल भगिनि इत्थं च चुरादिगणे ओ तस्मात् इत्थं च चुरादिगणे अदन्तधातुभ्यः निच् प्रत्ययः विधीयते, अतः लोपः स्थानिवद् नाम ह्रस्व अकारः इव, अनेन कारणेन अत उपधायाः इति सूत्रस्य दृष्ट्या खथ धातु खथ इतिवत् दृश्यते, तस्मात् उपधायां थकारः तृतीयते न तु ह्रस्व अकारः, अस्यां दशायां किमपि कार्यं न सम्भवति यथा अग्रे अपि पठामि वा, तत्र कथायोगः निच् अतोलोपः कथयोगः निच् अत उपधायाः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म, अचः परस्मिन् पूर्वविधौ खथ खत् धातोः अन्त्यलोपः अत् इति दृश्यते। अस्तु अत् उपधायाः इति सूत्रेण खथ दृश्यते इति कारणतः उपधायाम् अधुना तकारः वर्तते अतः वृद्धिः न भवति। अस्तु चुरादिगणे दृष्टवन्तः अस्माभिः दृष्ट तत्र अदन्तधातवः सन्ति, परन्तु तत्र अकारस्य यत् अदन्ते यः अकारः अस्ति तस्य लोपः स्थानिवद्भावेन स्थानिवत् इति अकारः दृश्यते यतः पूर्वस्मिन् सूत्रे वयं दृष्टवन्तः अचः परस्मिन् पूर्वमित इति सूत्रेण तत्र अकारः स्थानिवत् भवति इति कारणात् अकारः दृश्यते. अतः तत्र कदापि तत्र खत् धातु न दृश्यते, खथ अन्ते अकारः सहित धातु एव दृश्यते इति निगमनं कर्तुं शक्नुमः. अपि च उदाहरणे यत् अस्ति तत्र खथ उदाहरणं कथं भवति इत्युक्ते खथ योगः निच् प्रथमं तु अतो लोपः स्थानी तु खथ इत्यस्य अन्ते यः अकारः अस्ति तत् स्थानी अस्ति. अतो लोपः इत्यनेन तत्र अन्ते यः अकारः अस्ति अतो लोपः इत्यनेन तत्र अन्त्य अकारस्य लोपः भवति. अधुना स्थितिः का अस्ति इत्युक्ते खथ् योगः निच् तस्मात् अनन्तरम् अत उपधायाः इत्यनेन तत्र वृद्धिः भवेत् वा न इति तु संशयः तत्र. परन्तु तत्र तत्र यत् लोपः भवति तत्र लोपादेशः अस्ति, आदेशः अस्ति, तत्र लोपादेशः द्वितीयकाले तत्र लोपादेशः अस्ति. तस्मात् अनन्तरं यः विधिः भवति तत्र तृतीयकाले अतुपधायाः इत्यनेन तत्र उपधावर्णस्य यः ककारः वर्ण ककारसहितः अकारः अस्ति तस्य वृद्धिः भवति वा इति चेत् तत्र अचः परस्मिन् पूर्वमितौ इति सूत्रेण तत्र यः तकार अन्ते तकारसहितः यः अकारः अस्ति तत् स्थानिवत् भवति इति कारणात् अतुपधायाः इति सूत्रं कदापि तत्र ककारसहितः अकारः न दृश्यते, परन्तु अतुपधायाः सर्वदा अन्ते अकारः सहित तकारः उपधायां तकारः एव दृश्यते इति कारणात् तत्र अतुपधायाः कार्यं तथापि न भवति, वृद्धिः न भवति इति अस्मिन् परिच्छेदे अस्ति. समीचीनं समीचीनं. तत्र सर्वदा त्रीणि सोपानानि स्मर्तव्यानि. परं प्रथमतया अतोलोपः इत्यस्य कार्यं जातं, तदनन्तरम् अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं, तदानीं प्रथमसोपानमस्ति परनिमित्तिकः अजादेशः. अतोलोपः इत्यत्र परनिमित्तिकः अजादेशः कः इति वक्तव्यम्. तदनन्तरम् अत उपदायाः इत्यस्य प्रसक्तिः पूर्वविधिः इत्यपि वक्तव्यम्. अत उपदायाः इति पूर्वविधिः, तस्य प्रसक्तिः कथम् इति वक्तव्यम्. तदानीम् अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद् भवति इति कृत्वा अतः उपदायाः इत्यस्य निमित्तस्य विघातः, निमित्तस्य नाशः कथं भवति इति तृतीयसोपाने वक्तव्यम् इति त्रीणि सोपानानि. सम्यक्, समीचीनम्. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तत्र एवमेव अन्यानि उदाहरणानि सन्ति अत्र अत्र पठतु एकवारं. पठामि वा भगिनि? तत्र अन्यस्मिन् गणे अन्येषु गणेषु तत्र अदन्तधातवः सन्ति वा? केवलं चुरादिगणे एव. अस्तु, चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र. खत् योगः निच्, कथि योगः शप्, कथयति नो चेत् कथयते इति अपि रूपं भवति. गण यद्यपि तत्र कथा इति अस्ति तत्र खत् इति लिखितं, यतोहि तत्र अकारस्य लोपः भूत्वा तत्र लिखितं भवति तत्र. आमां, सर्वत्र अतो लोपः इत्यस्य कार्यं प्रथमसोपाने जातम् इति प्रदर्शितम् इति. अस्तु, गण योगः निच्, गणि इति नूतन अतिदेशिकधातुः भवति. गणियोगः शप्, तत्र गणियोगः शप् इत्यस्मात् तत्र गणियोगः अकारः गुणः भवति. गणे योगः आ, तत्र तस्मात् अनन्तरं यचोय वायावः इत्यनेन गणयति नो चेत् गणयते इति रूपं भवति. क्षिपयोगः निच् एवमेव कार्यं समानरीत्या भवति. क्षिपि इति नूतनधातु, क्षिपियोगः शप् क्षिपयति क्षिपयते इति भवति. पुट् योगः निच् पुटि योगः शप् पुटयति पुटयते. गृह्योगः निच् गृही योगः शप् गृहयति गृहयते. तत्र रूपद्वयं भवति, सूत्रम् अस्ति न भगिनि? तत्र अद्वयपदिरूपम् अपि न परस्मैपदिरूपं सूत्रं किमपि अस्ति वा? निचश्च निचश्च निचश्च, हा सत्यं सत्यं, निचश्च इति सूत्रेण तत्र रूपद्वयमपि भवति, अद्वयपदिरूपमपि भवति परस्मैपदिरूपमपि भवितुम् अर्हति निच् प्रत्ययपरे. अत्र कथ इत्यत्र अतोपदायः इत्यस्य प्रसक्तिः इति दृष्टं, गण इत्यत्र किं किं भवितुमर्हति, कस्य निषेधः? गण इत्यस्मिन् तत्र सामान्यरीत्या अकारः वृद्धिः न, अकारस्य तत्र अतोपदायः इति कार्यं न भवति न भगिनि? क्षिप इत्यत्र समानं, क्षिप क्षिप पुबन्तलघुपदस्य इति कार्यं न भवति तत्र, कुट इत्यस्मिन्नपि पुबन्तलघुपदस्य, गृह अपि तत्र पुबन्तलघुपदस्य, गृह अपि तत्र पुबन्तलघुपदस्य इति कार्यं. समीचीनं, सम्यक् सम्यक्. तर्हि इदानीम् अग्रे तत्र विजयलक्ष्मी भगिनी पठतु. क्षम्यताम्, एकः प्रश्नः अस्ति, अतो लोपः अर्थ अहं केवलं पश्यामि, अतः अर्थात् तपर्तो नास्ति, अकार हर्स्व अकार तपर् तपरः एव अस्ति, परन्तु यदि तपर् अस्ति तर्हि केवलं हर्स्व अकार सम्बन्धे यथा गण गण कथ इत्यादि सम्बद्धिता, तर्हि क्षिप कथं, क्षिप पुट गृह न क्षिपतो क्ष हलन्त योगा क्षिप क्षिप इति धातुः, क्षिप इति धातुः, क्षिप् नास्ति, यथा गण इति धातुः तथैव क्षिप इति धातुः, अकारस्य अतो लोपः इत्यनेन लोपः, पुट इति धातुः, गृह इति धातुः, सर्वत्र अदन्तदातवः एते. ओ तो यदि क्षेप अस्ति, यदि क्षेप अस्ति तर्हि प्र हलन्तयोग अ, परन्तु उपधा कत्र कुतः भवति? यदि क्षेप वदामः तर्हि क्षिप अकारस्य अकारस्य लोपः जातः, क्षिप् इति अस्ति, इदानीम् उपधायां ह्रस्व इकारः अस्ति इति कृत्वा पुगन्तलघुपदस्य चैत्यस्य प्रसक्तिः, उपधायाम् इकारः अस्ति खलु, मम भ्रमः अस्ति, यदि क्षिप् अस्ति केवलं क्षण तर्हि क्ष हलन् योग इकार, इकार उपधा अस्ति, इकार उपधा अस्ति, यदि इकार उपधा अस्ति तर्हि अत्र अत उपधायात् सम्बन्धः नास्ति, अत् उपधाय नास्ति, पुगन्तलघुपदस्य च इति उक्तं खलु भगिनी, तर्हि तु पुगन्तलघुपदस्य सम्बन्धः अस्ति, तर्हि तु अहं जानामि, धन्यवादः. अत उपधाय इति नास्ति, गण इत्यत्र अत उपधायः, क्षिप पुट गृह इत्यत्र पुगन्तलघुपदस्य च केवलं पुगन्तः, यदि अतोपदायः इति उक्तं तत् दोषाय, पुगन्तलघुपदस्य च इत्येव मया श्रुतम्. अस्तु, तर्हि विजयलक्ष्मी भगिनी अग्रे. अस्ति वा भगिनि? हा अस्ति भगिनि, वदतु. अत्र प्रश्नः उदेति, ततः वा? आमाम्. अत्र प्रश्नः उदेति यत् कत् योगः णिच् इति स्थिते अत उपधायाः इत्यनेन यः वृद्ध्यादेशः, गृह योगः णिच् इति स्थिते यः पुगन्तलघुपदस्य च इत्यनेन यः गुणादेशः, द्वयोः निवारणार्थं स्थानिवद्भावः अपेक्षितः इति तु सत्यं, किन्तु स्थानिवद् आदेशो अनल्विधौ इति सामान्यसूत्रेण किमर्थं न स्यात्? अचः परस्मिन् पूर्वविधौ इति विशिष्टसूत्रस्य का आवश्यकता इति चेत्, प्रथमतया स्थानिवत् आदेशो अनल्विधौ इति सूत्रस्य पुनःस्मरणम् अत्र सम्यक् रीत्या भवेत्, तदा अग्रे पठनीयम्. पठनि वा अग्रे? अत्र किमस्ति इति एकवारम् उक्त्वा अग्रे पठतु. अस्तु, अत्र कथ योगः णिच् इति अस्ति, अपि च गृहयोग निच् इति अस्ति, कथयोग निच् इत्यत्र अत उपधायाः सूत्रस्य प्रसक्तिः अस्ति, वृद्ध्यादेशः भवति, अपि च गृहयोगः णिच् इति स्थिते तत्र पुगन्तलघुपदस्य च इति सूत्रेण गुण आदेशस्य प्रसक्तिः अस्ति. एतत् कुर्मश्चेत् अस्माकं यद् रूपम् आवश्यकं तद् न लभ्यते, अतः तस्य निवारणार्थं स्थानिवत् भावः अपेक्षितः अस्ति. स्थानिवत् आदेशस्य कृते स्थानिवत् आदेशो अनल्विधौ इति सामान्यसूत्रम् अस्ति. तर्हि किमर्थं नूतनसूत्रम् आवश्यकम्? अचः परस्मिन् पूर्वविधौ इति विशिष्टसूत्रं किमर्थम् आवश्यकम् इति चेत् अग्रे इदानीम् अग्रे न पठामः. इदानीं भवती वदतु गृहयोगः णिच् इत्यत्र अचः परस्मिन् पूर्वविध इत्यस्य कार्यं भवति इति तु अस्माभिः ज्ञायते, परन्तु गृहयोगः णिच् इति स्थितौ स्थानिवत् आदेशो अनल् विधौ इत्यनेन कार्यं साधयितुं शक्यते वा इति वदतु. इदानीं परिशीलयतु प्रथमकाले किम् अस्ति, द्वितीयकाले किम् अस्ति, तृतीयकाले किम् अस्ति इति परिशीलयतु. स्थानिवत् आदेश अनल् विधौ इति सूत्रस्य भागद्वयम् अस्ति. प्रथमभागे तु स्थानिवत् भवति आदेशः इति वदति, तत्तु समीचीनमेव, परन्तु द्वितीयभागे अनल् विधौ एव अल्विधिः किम् आदेशस्य उपरि अध्यारोपयितुं न शक्यते इति सूत्रे लिखितम् अस्ति. अतः अत्र प्रथमकाले अतो लोपः इत्यनेन कथयोगः णिच् इति स्थिते अतो लोपः इति सूत्रस्य प्रभावेण कथ इत्यस्य थकारस्य उत्तरवर्ति अकारस्य लोपः भवति, यतोहि णिच् इति प्रत्ययः किम् अस्ति इति कृत्वा अकारस्य लोपः भवति. इदानीं कथ् योगः णिच् स्थानिकः स्थानी अकारः स्थानी अकारः कीदृशः अकारः इति पृष्टे सति किं परवर्ती किमस्ति निमित्तमस्ति तस्य किम् आसीत् न परनिमित्तिकः इति इदानीं स्थानिवत् आदेशो अनल्विधौ इत्यत्र नास्ति खलु? स्थानिवत् आदेशो अनल्विधौ इत्यत्र तु नास्ति. हा अत्र प्रथमसोपाने अकारः स्थानी अस्ति, तस्य लोपः अभवत्. द्वितीयसोपाने कथ् योगः णिच् इति स्थिते अत उपधायाः इति सूत्रं प्रथमसोपाने स्थानी, द्वितीयसोपाने आदेशः स्थानिनः स्थाने कः आदेशः? स्थानिनः स्थाने अतो लोपः इत्यनेन अकारस्य लोपो जातः, अतः कथ् योगः णिच् इति रूपम् अस्ति. इदानीं तृतीयकाले अत उपधायाः इति सूत्रेण कार्यं भवति वा इति प्रश्ने सति भवति, यतोहि कथ् योगः णिच् इत्यत्र सर्वाणि निमित्तानि पूरितानि खलु. णिच् इति प्रत्ययः किमस्ति, णिति च इत्यनेन वृद्धि कर्तुं शक्यते, अपि च कथ् धातोः इदानीम् अकारः लोपः अभवत् अतः केवलं कथ् इत्येव अस्ति, उपधायाम् अकारः अस्ति, अतः अत उपधायाः सूत्रस्य प्रसक्तिः अस्ति, काथ् इति भवति. इदानीं बहु सम्यक् बहु सम्यक् बहु सम्यक् एकक्षणम् एकक्षणं बहु सम्यक्. तर्हि अतोपदायाः इत्यस्य साक्षात् प्रसक्तिः अस्ति अत्र, सर्वाणि निमित्तानि पूरितानि, अतः कात् इति स्यात्. परन्तु इदानीं तर्हि स्थानिवत् आदेशो अनल्विधौ इत्यस्य का गतिः? स्थानिवत् आदेशो अनल्विधौ इति सूत्रम् इस् हिटिङ्ग् इट्स् ओन् लेग् वित् अन् एक्स् न तथा नास्ति, हिटिङ्ग् इट् न तथा नास्ति. इत्युक्ते सूत्रं किं वदति? आदेशः स्थानिवत् भवति इति वदति खलु. तर्हि इदानीं अत्र सूत्रम् अल्विधिः वा अनल्विधिः वा अतोपदायः इति सूत्रम् अल्विधिः वा अनल्विधिः वा अल्विधिः अस्ति चेत् स्थानिवत् न भवति तर्हि साक्षात् कार्यं भवति कार्यं भवति चेत् इष्टरूपं प्राप्यते वा न प्राप्यते तर्हि इदानीम् अल्विधिः वा अनल्विधिः वा इति वदतु अनल्विधिः चेत् स्थानिवत् न भवति तेन इष्टं रूपं न प्राप्यते न अल्विधिः अस्ति चेत् अल्विधिः अस्ति चेत् स्थानिवत् न भवति तदानीम् इष्टं रूपं न प्राप्यते यतोहि काति इति रूपं लभ्यते काति इति रूपं लभ्यते सत्यं यदि अनल्विधिः इति वयं वदामः चेत् अत्र किं भवति स्थानिवत् भवति तदानीम् अनल्विधिः इत्युक्ते अकारस्य लोपः अभवत् तत्तु इदानीं तर्हि इदानीम् अस्माकं प्रश्नः अस्ति अतोपदायाः इति सूत्रम् अल्विधिः वा न वा इति प्रश्नः खलु अतोपदायाः सूत्रम् अल्विधिः नास्ति प्रतिपादयतु कथम् नास्ति इति भवती वदति परन्तु कथं नास्ति इति प्रतिपादयतु कथ् इति स्थिते णिच् प्रत्ययः परे अस्ति अतः उपधायाः सूत्रं वदति उपधायां यदि अकारः अस्ति परे यदि अर्धधातुकप्रत्ययः अस्ति णिति च नकारः अथवा यकारः यदि भवति तदा अकारस्य वृद्धिः भवति इति सूत्रं वदति अत्र सूत्रस्य सर्वाणि निमित्तानि पूरितानि हा इत्युक्ते तस्य अर्थः कः सर्वाणि निमित्तानि पूरितानि इत्यस्य अर्थः कः किमर्थम् अल्विधिः नास्ति इति वदति सर्वाणि निमित्तानि पूरितानि इति कृत्वा अल्विधिः नास्ति इति वा अल्विधिः इति वयं वदामः चेत् कदा वदामः अल्विधिः अल्विधिः इत्युक्ते तत्र वर्णनिमित्तिककार्यं भवति चेदेव अल्विधिः इति वदामः अत्र वर्णनिमित्तिककार्यं नास्ति वा वर्णनिमित्तिककार्यं नास्ति खलु किमर्थम् किमर्थम् चतुर्विधः अस्ति न विधिः अलाविधिः अलहविधिः हा अत्र किमपि अन्ते हल् भवतु अन्ते अच् भवतु इति सर्वं किमपि नास्ति अन्ते न न मम प्रश्नः अस्ति भवती सर्वम् अवगतवती सम्यक्तया उक्तवती परन्तु इतोपि एकः भागः सम्यक्तया वदति चेत् सर्वं पूरितं भवति कः किं वक्तव्यम् इति चेत् अल्विधिः इति वदनार्थं वयं किं पश्यामः यदि कार्यं भवति चेत् स्थानिनि यः वर्णः अस्ति सः वर्णः अपेक्षितः चेत् अतोपदायाः इत्यस्य कार्यार्थम् अतोपदायाः इत्यस्य यानि निमित्तानि तेषु निमित्तेषु कश्चन स्थानिनि अस्ति वर्णः सः वर्णः अपेक्षितः सूत्रस्य प्रवर्तनार्थं तदानीम् यद् आसीत् तद् यदि अपेक्षितं भवति चेत् तद् अल्विधिः इति कथ्यते स्थानिनि पूर्वं न स्थानिनि यः वर्णः अस्ति किमर्थं स्थानिनि स्थानिनि ये वर्णाः ये न एकः एव वर्णः स्थानि यः वर्णः के इट् कुड् बि एनी वर्ण डिपेण्डिङ्ग् आन् विच् this sutram works iti api bhavitum arhati khalu supposing that varna has disappeared because of some adesha tarhi stani ta stani kah iti samyakta vaktavyam stani kashna varna eva idani bhavati stani akarah iti uktavati ato lopah iti anena yaha akarah luptah sah eva stani taseva lopadeshah jatah iti uktavati evam ritya sarvatra sutrena kashna varna lupyate इदानीं स्थानी यदि अपेक्षितः कस्यचित् सूत्रस्य कार्यप्रवर्तनार्थं तदा तद् अल्विधिः इति कथ्यते. सम्यक् सम्यक्, इदानीं समीचीनं. तर्हि अतोपदायाः इति सूत्रम् अल्विधिः वा न वा? अल्विधिः नास्ति. तर्हि अल्विधिः नास्ति चेत् किं भवति? स्थानिवत् भवति वा न वा? भवति. स्थानिवत् भवति चेत् अतोपदायः इत्यस्य कार्यं भवति वा न वा? भवति भवति. स्थानिवत् भवति अनल्विधौ इति सूत्रमेव यदि भवति, विशिष्टसूत्रं न भवति, तदा तस्य कार्यं भवति. अतोपदाय इत्यस्य कार्यं भवति वा तदानीं? न भवति. स्थानिवत् भवति चेत् भवति वा? अतोपदायः इति सूत्रं किं पश्यति तदानीं? स्थानिवत् भवति चेत् न न न न अतोपदायः तदानीं तु कथ् इत्येव पश्यति, कथ इति न पश्यति. अतः न न न स्थानिवत् भवति चेत् किं पश्यति इदानीं? स्थानिवत् भवति चेत् कथ इत्येव पश्यति. स्थानिवत् भवति चेत् इति न, इदानीं भवती उक्तवती खलु अतोपदायाः इति अल्विधिः नास्ति इति उक्तवती. अल्विधिः नास्ति चेत् स्थानिवत् भवेत् खलु? स्थानिवत् आदेशौ अनल्विधौ, अल्विधिः नास्ति, अनल्विधिः अस्ति, अतः स्थानिवत् भवेत् खलु? किम् स्थानिवत् भवेत्? ऐ एम् कन्फ्यूस्ड्. भवेत् किन्तु अचः परस्मिन् पूर्वविधौ इति सूत्रम् आगत्य न न न अचः परस्मिन् इति सूत्रं प्रति आगच्छतु. इदानीम् इदानीं स्थानिवत् आदेशौ इत्यस्य विषये चिन्तनं कुर्मः, तदानीं तदनन्तरं तत्र गच्छामः. इदानीम् अत्र किं विजयलक्ष्मी भगिनी पश्यतु, भवती सर्वम् उक्तवती. अतोपदायाः इति सूत्रम् अल्विधिः अल्विधिः नास्ति इति उक्तवती खलु, तदवगतं खलु? आम्. यतोहि स्थानिनि यः वर्णः अस्ति सः वर्णः न अपेक्षितः अतोपदायः इत्यस्य कार्यार्थं. कत्योगः णिच् इत्यत्र साक्षात् सर्वाणि निमित्तानि पूरितानि, अतः स्थानिनः अपेक्षा एव नास्ति. अतः अतोपदायः इति सूत्रम् अल्विधिः एव नास्ति. अल्विधिः नास्ति चेत् स्थानिवत् भवेत् खलु? किन्तु स्थानिवत् आदेशेन केवलं गुणधर्माः आयन्ति. अत्र स्थानिनि यः गुणधर्मः सधर्मः भवतु नाम वर्णधर्मः अपि भवतु, अल्विधिः नास्ति अतोपदायः इति अल्विधिः नास्ति, अतः स्थानिनि यः वर्णः अस्ति सः अपि भवतु. तर्हि भवति चेत् अतोपदायः इत्यस्य कार्यं निषिद्धं भवति खलु इदानीं? भवति वा न वा? निषिद्धं भवति वा न वा? स्थानिवत् भवति चेत् निषिद्धं भवति. हा, निषिद्धं भवति. तर्हि इदानीं प्रश्नः अस्ति, किमर्थम् अचः परस्मिन् पूर्वविधौ इति सूत्रम् इति प्रश्नः. स्थानिवत् आदेशो अनल्विधौ इत्यनेन समानकार्यं प्राप्यते, अतोपदायः इत्यस्य कार्यं निषिद्धम् अस्ति. तर्हि किमर्थम् अचः परस्मिन् पूर्वविधौ इति मिलियन् डालर् क्वश्चिन्. एतावता यदुक्तं तत् सर्वम् अवगतं वा? इदानीम् अनिमा भगिनी एकवारं वदतु, किम् अस्माभिः चर्चितम् एतावता? प्रयत्नं करोमि भगिनि. कथा इति धातुः अस्ति, तदनन्तरं णिच् अस्ति, अतो लोपः भवति, कथ इति भवति. इदानीम् अतोपधायाः इत्यनेन कात् इति भवेत् खलु इति प्रश्नः प्रथमम्. इदानीं सूत्रद्वयमस्ति, स्थानिवत् आदेश अनल्विधौ, अनन्तरम् अचः परस्मिन् पूर्वविधौ इति अस्ति. किमर्थं पूर्वविधिः तत्सर्वं स्वीकर्तव्यं? स्थानिवत् आदेश अनल्विधौ इति सूत्रं पर्याप्तं किल इति प्रश्नः. तत्र स्थानि अस्ति थकारानन्तरम् अकारः, अत्र आदेशः अस्ति लोपः. सो अतोपधायाः इत्यनेन अल्विधिः भवति वा इति प्रश्नः. तृतीयकाले प्रथमकाले अकारमस्ति, अकारः अस्ति, द्वितीयकाले लोपः भवति, आदेशः, तृतीयकाले अतोपधायाः इति सूत्रं तत्र अल्विधिः भवति वा इति प्रश्नः. इति उक्तमस्ति अतः अल् अल् विधिः भवति इति दृश्यते, परन्तु तत् स्थानिनः कार्यं न वदति. यत् उपधायाम् अस्ति धकारपूर्वं यः अकारः अस्ति तस्य कार्यमेव वदति, धकार अनन्तरं यः स्थानी अस्माकम् अस्ति तस्य विषये न वदति. अतः अल् विधिः नास्ति. इदानीं अनल् विधिः अस्ति, अतः स्थानिवद् भवति किल, अतः कथा इति दृश्यते. अतः तत्सूत्रं प्रसक्तं भवति वा इति प्रश्नः. सूत्रं स्थानिवत्तादेशो अनल् विध इदानीम् अतोपदायः इत्यस्य कार्यं भवति वा न वा? इदानीं न भवति, यतः तत् स्थानिवत् आदेश नल् विधौ इति सूत्रम् अस्ति चेत् तेन कार्यं भवति चेदेव तत् प्रसक्तं भवति. स्थानिवदादेशो अनल् विधौ इत्यनेन अनल् विधिः इति उक्तं, स्थानिवद् भवति इति उक्तं. स्थानिवद् भवति इति स्वीकुर्मः चेत् अतोपदायः इत्यस्य कार्यं भवति वा? न, कार्यं न भवति, कार्यस्य निषेधः भवति, अतः तस्य प्रसक्तिः नास्ति. अन्ततो गत्वा किं रूपं लभ्यते? खाद् न भवति, कथेव भवति, वृद्धिः न भवति. अति इति धातुः लभ्यते. आम्, सम्यक्. तर्हि अचः परस्मिन् पूर्वविधौ इत्यनेन यद्वयं यद्रूपं वयं प्राप्तुं शक्नुमः तदेव रूपं स्थानिवतादेशो अनल् विधौ इत्यनेन अस्माभिः प्राप्तं. तर्हि किमर्थम् अचः परस्मिन् पूर्वविधौ इति प्रश्नः इदानीम् अवशिष्टः अस्ति. अनल् विधौ इत्यनेन कार्यविधानं भवति चेत् एव सूत्रं प्रसक्तम् अस्ति किल, इति कार्यविधानं न भवति इति एव वयं दृष्टवन्तः, अतः प्रसक्तं नास्ति. सम्यक् सम्यक् इति वार्ता अस्ति, तद् अग्रिमसप्ताहे परिशीलयामः. तर्हि अत्र स्थगनं कुर्मः. इत्युक्ते अनयोः भेदः अस्ति, स्थानिवतादेशो अनल् विधौ अनन्तरम् अचः परस्मिन् पूर्वविधौ इति अनयोः भेदः अस्ति. तत्र कः भेदः इति वयं पश्यामः अग्रिमसप्ताहे. यथा भगिनी उक्तवती, स्थानिवतादेशो अनल् विधौ इति कार्यस्य प्रवर्तनार्थमेव भवति, कार्यस्य निषेधार्थं नास्ति. कार्यस्य निषेधार्थं स्थानिवद् भवति इति न वक्तुं शक्नुमः, इत्युक्ते पाणिनिना नेवर् इण्टेण्डेड् दट्. पाणिनेः विवक्षा तथा नास्ति, नासीत्. यत्र कार्यस्य प्रवर्तनार्थं स्थानिवतादेशो अनल् विधौ, कार्यस्य निषेधार्थं नास्ति. कार्यस्य निषेधार्थं यदा स्वीकुर्मः तदानीम् अशास्त्रीयं भवति, अशास्त्रीयं भवति. अशास्त्रीयस्थलेषु कार्यस्य निषेधार्थं स्थानिवतादेशो अनल् विधौ इत्यनेन स्थानिवद्भावः स्वीकर्तुं न शक्यते इति कृत्वा अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य आवश्यकता वर्तते. भगिनी, यदि अत उपधायाः स्थानिवत् कथ इति पश्यति तर्हि निश्चित्यस्य कार्यमपि न भवति खलु? कथयोगः निश्चिति न, केवलम् अत उपधायाः दृष्ट्या एव कथ इति पश्यति, अन्येषां नास्ति. अन्येषां दृष्ट्या तथा नास्ति, केवलं पूर्वविधौ कर्तव्ये एव, अथवा अत्र पूर्वविधिः अपि नास्ति, केवलम् अतोपदायः इत्यस्य दृष्ट्या एव स्थानिवद् भवति. यत् कार्यं जातं तत्तु जातमेव. अतोपदायः इत्यस्य कार्यं निषिद्धं तर्हि कति इत्येव रूपं, यद् यः लोपः जातः सः तु जातः एव. केवलम् एकस्य सूत्रस्य दृष्ट्या तस्य कार्यस्य निवारणार्थम् एतादृश ट्रिक्स् कुर्मः. तर्हि अत्र स्थगनं कुर्मः, समयः अतीतः, इतः अग्रे अग्रे सर्तुं शक्नुमः. अस्तु, धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः.